नमः सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति प्रेरणार्थे निचि इति. तत्र अस्माभिः एतावता किं साधितम् इति चेत्, प्रेरणार्थे निचि इत्यत्र अर्धधातुकप्रक्रिया आश्रियते, न तु सार्वधातुकप्रक्रिया. तर्हि अर्धधातुकप्रक्रियायां सामान्यतया इडागमचिन्तनं भवति, परन्तु अत्र निच् प्रत्ययः वलादिः नास्ति इति कृत्वा इडागमचिन्तनं नास्ति. अत्र निचि इत्यस्य स्वतन्त्रकर्ता तर्हि इति अत्र श्रूयते. न श्रूयते भगिनि? न श्रूयते वा इदानीं? हा, मध्ये मध्ये भग्ना जायते. इदानीं सम्यक्? इदानीं श्रूयते वा? सम्यक् अस्ति वा? अस्तु अस्तु. तर्हि अत्र मया किम् उक्तमिति चेत्, प्रेरणार्थे निचि इति वयं यदा पश्यामः, निच् प्रत्ययः अर्धधातुकप्रत्ययः अस्ति, किञ्चित् भिन्नः अस्ति. अतः यदा निजन्तधातुं साधयामः तदानीम् अर्धधातुकप्रक्रियां अर्धधातुकप्रक्रिया आश्रियते, न तु सार्वधातुकप्रक्रिया. तर्हि अर्धधातुकप्रक्रियायां सामान्यतया इडागमचिन्तनं भवति, परन्तु निजन्तप्रसङ्गे इडागमचिन्तनं नास्ति, यतोहि निच् प्रत्ययः वलादिः नास्ति इति कृत्वा. तर्हि निजन्तप्रसङ्गे तत्र निजन्तप्रक्रियां अध्ययनात् प्राक् तत्र कतिचन सूत्राणि अस्माभिः ज्ञातव्यानि. प्रथमतया स्वतन्त्रकर्ता. तर्हि स्वतन्त्रकर्ता इति कर्तृविधायकं कर्तृसंज्ञाविधायकं सूत्रं. क्रियायां स्वतन्त्रेण विवक्षितः अर्थः कर्ता स्यात्. तर्हि वक्तुः विवक्षानुगुणं यस्य कस्यापि स्वातन्त्र्यं विवक्षितम् अस्ति तस्य कर्तृसंज्ञा भवति इति सूत्रार्थः. तत्पश्चात् तत्र निजन्तप्रसङ्गे प्रयोजककर्ता प्रयोज्यकर्ता इति कर्ताद्वयं भवति. तर्हि प्रयोज्यकर्ता तत्र प्रयोज्यकर्तुः कर्तृसंज्ञा भवति स्वतन्त्रकर्ता इति सूत्रेण. तर्हि प्रयोजकस्यापि कर्तृसंज्ञा अपेक्षिता, यतोहि निजन्तप्रसङ्गे प्रयोजककर्ता एव उक्तः भवति तिङ् प्रत्ययेन इति कृत्वा तस्य कर्तृसंज्ञा अपेक्षिता, अपि च तस्य हेतुसंज्ञा अपि अपेक्षिता इति कृत्वा तत्प्रयोजको हेतुश्च इति सूत्रेण प्रयोजककर्तुः कर्तृसंज्ञा अपि च हेतुसंज्ञा संज्ञाद्वयं भवति इति अस्माभिः ज्ञातं. तदनन्तरं प्रेरणार्थे निचि इत्यत्र विधायकं सूत्रमस्ति हेतुमती च इति सूत्रेण. तर्हि प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः निच् स्यात्. यत्र प्रयोजकव्यापारे प्रयोजककर्ता हेतुः अस्ति व्यापारे, व्यापारः हेतुमान् अस्ति चेत् तादृशव्यापारः यत्र विद्यते, प्रयोजककर्ता प्रयोज्यकर्ता इति कर्ताद्वयं, प्रयोजककर्ता हेतुः अस्ति क्रियायाः कृते, क्रियां तत्र प्रयोज्यकर्तरि प्रेरणां जनयितुं प्रयोजककर्ता हेतुः अस्ति इति कृत्वा अत्र तादृशव्यापारः हेतुमान् व्यापारः यत्र विद्यते तत्र धातुतः निच् प्रत्ययः स्यात् इति सूत्रार्थः. तर्हि प्रेषणादौ इति अपि अस्माभिः चर्चितं. तत्र प्रयोजकव्यापारे प्रेषणादौ व्यापारः इति उक्तं. तर्हि प्रेषणा नाम न केवलं प्रेषणं, परन्तु प्रेषणम् अध्येषणा सम्मतिः उपदेशः अनुग्रहः इति भिन्नभिन्नरीत्या प्रेरणा भवति. कुत्रचित् तत्र स्वामी आज्ञां ददाति, अथवा आचार्यः शिष्यं प्रति आज्ञां ददाति, अथवा राजा सम्मतिं ददाति, वैद्यः उपदेशं ददाति अथवा एकः अन्यं प्रति अनुग्रहं करोति इति एवं रीत्या भिन्नभिन्नरीत्या प्रेषणा भवितुम् अर्हति. तत्पश्चात् अस्माभिः दृष्टं यदा धातुतः णिच् प्रत्ययः विधीयते तदानीं सनाद्यन्तादातवः इति सूत्रेण धातुसंज्ञा भवति. अस्माभिः चर्चितं सनाद्यन्ताः इत्यत्र इति विशेषणमस्ति समुदायस्य. धातुतः यदा णिच् प्रत्ययः विधीयते तदानीं यः समुदायः लब्धः तस्य समुदायस्य तत्र सनाद्यन्ताः इति विशेषणमस्ति. तर्हि तादृशसमुदायस्य यत् सनाद्यन्तः अस्ति तस्य एव धातुसंज्ञा भवति. तस्मात् धातुसंज्ञा विधीयते. अतः सनाद्यन्ताः दातवः इत्यत्र दातवः इति तत्र साक्षात् सनाद्यन्ताः इत्यस्य विशेषणम् अस्ति वस्तुतः. यतोहि दातवः इति संज्ञा विधीयते, सनाद्यन्ताः इति विशेष्यम् अस्ति अत्र. सनाद्यन्ताः समुदायः सनाद्यन्तसमुदायानां धातुः इति संज्ञा भवति अथवा सनाद्यन्तसमुदायस्य धातुः इति संज्ञा भवति. अतः अत्र एवं रीत्या विशेषणविशेषभावः भावं कल्पयितुं शक्नुमः. तर्हि औपदेशिकधातूनां धातुसंज्ञा भुवादयो धातवः इत्यनेन भवति. आतिदेशिकधातूनां यत्र धातुप्रत्ययः भवति सनादिषु अन्यतमः प्रत्ययः यदा धातुतः विहितः भवति एते सर्वे सनादिप्रत्ययाः धातुप्रत्ययाः इति वयं वदामः. यदा एते धातुप्रत्ययाः धातुतः अथवा प्रातिपदिकात् विधीयन्ते तदानीं नूतनधातुः लभ्यते. सनादिप्रत्ययः धातुतः प्रायेण भवन्ति परन्तु कुत्रचित् प्रातिपदिकात् अपि भवन्ति. अतः उभयत्र धातुः नूतनधातुः एव लभ्यते इति दृष्टं. तत्पश्चात् तत्र निच् प्रत्ययः त्रिप्रकारकः इत्यपि अस्माभिः दृष्टं. तत्र मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रकलः कृतस्तेभ्यो णिच् इति सूत्रेण णिच् प्रत्ययः विधीयते. तत्र तु प्रातिपदिकात् विधीयते, नामदातवः सन्ति. तस्य विषये अद्य चर्चा नास्ति. अपि च सत्यापपाशरूपवीणातूलश्लोक इति दीर्घसूत्रेण चुरादिगणे ये दातवः सन्ति तेभ्यः णिच् प्रत्ययः स्वार्थे विधीयते. अनन्तरम् अत्र अस्माकम् इदानीं विषयः अस्ति हेतुमती च. हेतुमती च इति सूत्रेण प्रेरणार्थे णिच् प्रत्ययः विधीयते. तर्हि हेतुमती च इत्यस्य विषये एव इदानीम् अध्ययनं जायमानमस्ति. तर्हि प्रेरणार्थे णिचि तत्र प्रक्रिया कथं भवति इति वयं सर्वे जानीमः, अतः तस्य विषये किमपि न वदामि. अनन्तरं तत्र निजन्तप्रक्रियायां त्रीणि सूत्राणि प्रवृत्तानि. प्रथमतया अचोयणिति अतोपदायाः सुगन्तलघुपदस्य च. अजन्तधातुः अस्ति चेत् अचोयणिति इत्यनेन वृद्धिः भवति निजन्तप्रसङ्गे णिचि परे. यदि हलन्तधातुः अस्ति चेत् तदानीम् उपदायां ह्रस्व अकारः अस्ति चेत् अत उपदायाः इत्यनेन वृद्धिः भवति णिचि परे. अनन्तरं यदि उपदायां लघु इक्वर्णः अस्ति चेत् गुणः भवति. एतत् सर्वं वयं जानीमः, केवलं पुनःस्मरणत्वेन मया उक्तम्. इदानीं तत्र ये धातवः चुरादिगणे सन्ति तर्हि चुरादिगणे तु चुरादिगणीयधातुभ्यः तु णिच् प्रत्ययः स्वार्थे विधीयते एव सत्यापपाश इति सूत्रेण नित्यरूपेण विधीयते. तत्र विकल्पः नास्ति. अतः यः कोऽपि धातुः चुरादिगणे अस्ति तत्र तु णिच् प्रत्ययः विधीयते स्वार्थे. तर्हि तादृशधातुतः पुनः प्रेरणार्थे णिच् प्रत्ययम् आनेतुम् इच्छामः चेत् तदानीं किं भवति? तत्र णिच् प्रत्ययद्वयं भवति. तस्याम् अवस्थायां तत्र णिच् प्रत्ययद्वयं द्वयमपि तिष्ठति वा इति चेत् तत्र तदर्थं तत्र एकः णिच् प्रत्ययः तत्र लुप्यते. तदर्थं सूत्रमस्ति नेरनिटि इति सूत्रमस्ति. नेरनिटि इति सूत्रेण तत्र णिच् प्रत्ययस्य लोपार्थं अवकाशः अस्ति. तर्हि अस्माभिः नेरनिटि इति सूत्रमपि गतवर्गे अधीतं. नेहे लोपः अनिति आर्धधातुके, इत्युक्ते आर्धधातुकप्रत्ययः यः प्रत्ययः अस्ति, इदं सूत्रम् अङ्गाधिकारे अस्ति. अतः अङ्गस्य अनन्तरम् आर्धधातुकप्रत्यये परे सः प्रत्ययः कीदृशः इति चेत् अनित् अस्ति. अनित् प्रत्ययः परः अस्ति चेत् तदानीं निच् प्रत्ययस्य लोपः. नेहे इति उक्तत्वात् अत्र निच् निङ् इत्यनयोः द्वयोः अपि ग्रहणम् इति उक्तम्. उभयत्र इ इति एव अवशिष्यते. तर्हि णि इत्यनेन निच् प्रत्ययः निङ् प्रत्ययः अनयोः ग्रहणं. तर्हि इदानीम् अस्माकं प्रसङ्गे तु निच् प्रत्ययस्य लोपः भवति यदा अनिति आर्धधातुके इति उक्तम्. अत्र किञ्चित् चिन्तनीयमस्ति. प्रथमतया अनिति आर्धधातुके इति यदा उक्तं तर्हि अनित् प्रत्ययः कुत्र भवेत्? अनित् इत्युक्ते न इत्, इट् इत्यत्र केवलम् इकारः एव अवशिष्यते. तर्हि इदानीम् अनिति अर्धधातुके इति उक्तं चेत् अनिति कुत्र भवेत्? कथं जानीमः? आवलादिप्रत्ययः कृत्वापि भवितुम् अर्हति. तिङ् तिङ् प्रत्यय प्रकरणम् अपि भवितुम् अर्हति. इत्युक्ते यः कोऽपि अर्धधातुकप्रत्ययः कृत्वा तिङ् वा, आम् कृत्वा तिङ् वा अर्धधातुकप्रत्ययः यः अनिट् अनिट् प्रत्ययः इति उक्तं. तर्हि अनिट् इत्यत्र नञ् तत्पुरुषसमासः अस्ति खलु. तत्र तस्मिन् विषये मया उक्तमासीत् नञ् तत्पुर् नञ् इत्यस्य कीदृश अर्थः इति चिन्तयन्तु इति मया उक्तं. केनापि चिन्तितं वा? नञ् तत्पुरुषस्य नञ् तत्पुरुषे व्याकरणे अर्थद्वयं किम् अस्ति? प्रसज्य प्रतिषेधः प्रतिषेधः अपि च प्रसज्य प्रतिषेधः अपि प्रतिषेधः द्वयमस्ति. तर्हि निषेध निषेधद्वयम् इति न वदतु, मा वदतु अत्र. इत्युक्ते नञ् इत्यस्य अर्थद्वयम् इति वदतु. नञ् इत्यस्य अर्थद्वयं प्रसज्य प्रतिषेधः पर्युदासः इति अर्थद्वयम्. तर्हि इदानीं पर्युदासः इत्यस्य को अर्थः? उदाहरणं नीत्वा भगिनि अनश्वः इति उदाहरणं नीत्वा वदामि वा? वदतु. अश्वः यदि पर्युदासः इति युक्ते तत्र अनश्वः आनीतव्यम् इति वाक्ये तत्र निमित्तं भवितव्यं तत्र पर्यु अत्र अश्वः भिन्नः तत्र अश्वभिन्नः आनेतव्यम् इति अर्थः तत्र. अश्वः भिन्नः आनेतव्यं किमपि आनेतव्यम् अश्वः भिन्न आनेतव्यं तत्र इति पर्युदासः इति अर्थः. अश्वभिन्नः इदानीम् अहं पाषाणखण्डम् आनयामि, सम्यक् अस्ति वा? तद्भिन्नः तत् सदृशः किमपि आनेतव्यम्. सत्यं सादृश्यस्य तत्र महत्त्वं वर्तते पर्युदासे. किमपि आनेतव्यं परन्तु अश्वः नास्ति. किमपि आनेतव्यम् अश्वः नास्ति इति नास्ति. किमपि अश्वः सदृशं भगिनी उक्तवती, अश्वः सदृश प्राणी आनेतव्यम् आनेतव्यः इति अस्ति. आनेतव्यः अश्वभिन्नः कश्चन प्राणिः आनेतव्यः खलु तदेव पर्युदासः इदानीम् अनश्वः इत्यस्य प्रसज्यप्रतिषेधः इति वदामः चेत् किं भवति तत्र कार्य क्रियायाः निषेधः भवति अश्वः न आनेतव्यः न आनेतव्यः परन्तु अश्वः न आनेतव्यः यत्किमपि आनेतुम् अपि च न आनेतुं वा शक्नोति किमपि तत्र क्रियायाः निषेधः भवति सम्यक् समीचीनं क्रियायाः निषेधः भवति अतः अश्वः न आनेतव्यः इत्यत्र एव महत्त्वं वर्तते अन्यस्य आनयनं भवति वा न वा इत्यत्र महत्त्वं नास्ति खलु अन्यस्य कस्यापि आनयने प्राधान्यं नास्ति परन्तु तत्र अश्वः न आनेतव्यः इत्यत्र एव प्राधान्यं खलु निषेधे प्राधान्यं प्रसज्यप्रतिषेधे निषेधे प्राधान्यम् अभावपदार्थे प्राधान्यं पर्युदासः इति यदा वदामः तदानीं भावपदार्थे प्राधान्यं भावपदार्थः इत्युक्ते तत्र अनश्वः आनेतव्यः इति वयं वदामः चेत् अश्वभिन्नः कश्चन आनेतव्यः भवति तत्र आनयने तत्र प्राधान्यम् आनयनम् इति भावपदार्थः निषेधः नास्ति आनयनम् इति भावपदार्थः अस्ति न तत्र न आनेतव्यः इति यदा वदामः तदानीं तत्र आनयनक्रियायाः निषेधः तर्हि प्रसज्यप्रतिषेधे क्रियायाः निषेधः भवति पर्युदासे तु क्रियायाः निषेधः नास्ति तत्र आनयनम् अपेक्षितम् इति सामान्यरीत्या भेदः अस्ति प्रसज्यप्रतिषेधस्य अपि च पर्युदासस्य अनश्वः इति सम्यक् अस्ति उदाहरणं समीचीनं तर्हि इदानीम् अनिति इति स्वीकृत्य वयं किं चिन्तयितुं शक्नुमः अनिति अर्धधातु के इत्यत्र इट् न भवति इट् अर्धधातु के तु इट् न भवति अर्धधातु शीघ्रलादेः सम्पूर्णतया वाक्यं वदतु सूत्रार्थः कथं भवति अर्धधातुके प्रत्यये परे णि प्रत्ययस्य लोपः भवति इडागमयुक्त आर्धधातुकप्रत्ययस्य तु न भवति इति तु कीदृशप्रतिषेधः प्रसज्यप्रतिषेधलोपः अस्ति तत्र कार्यमेव न निमित्तं नास्ति तत्र तस्मात् प्रसज्यप्रतिषेधः इत्युक्ते तत्र किं तत्र वाक्यद्वयं वक्तव्यं वाक्यद्वयं किम् अस्ति अर्धधातुके प्रत्यये परे णिच् प्रत्ययस्य लोपः भवति एकं वाक्यं इडागमयुक्त आर्धधातुके प्रत्यये परे तु न भवति यतोहि तत्र आर्धधातुके इत्यत्र तु नञ्समासः नास्ति आर्धधातुके इत्युक्ते तत्र अत्र चिन्तनीयः विषयः अस्ति इदानीम् अनिडादि अपि च आर्धधातुकः अनयोः अर्धधातुकप्रत्ययः अनयोः कीदृशसम्बन्धः अवयव अवयवी वा अवयव अवयवी अवयव अवयविनः बोधनार्थं तत्र किम् अपेक्षितमस्ति सम्पूर्णस्य भागः भगिनी प्रश्नः कः किञ्चित् न अवयव अवयविनः बोधनार्थं किम् अपेक्षितं तत्र का विभक्तिः अपेक्षिता षष्ठी षष्ठी अपेक्षिता खलु अत्र षष्ठी कुत्र अस्ति नास्ति अनीति अपि च अर्धधातुके अनयोः कीदृशभावः भवितुमर्हति ओ अनीति विशेषणविशेष्यभावः विशेषणविशेष्यभावः तर्हि अनीति इति वयं वदामः चेत् अनीति कुत्र भवेत् अर्धधातुके अर्धधातुकस्य आदौ भवति अर्धधातुकस्य आदौ इति कथं जानीमः इट् टकारः आद्यन्तौ टकितौ आद्यन्तौ आद्यावयवः भवति इदागमः इत्युक्ते इत्युक्ते वक्तुम् इच्छामः यत् अर्धधातुकसेड्वलादेः इति सूत्रेण इडागमः आदौ एव भवति इति कृत्वा अनिडादि अर्धधातुके इत्युक्तं खलु यदि तत् सूत्रम् अर्धधातुकसेड्वलादेः इति सूत्रमेव नास्ति चेत् तदानीं किं वयं कथम् अवगन्तुं शक्नुमः निच्कृत्य अन्ते अपि भवितुम् अर्हति किं किं निच्कृत्य अन्ते भवितुमर्हति न अवगतं किं वक्तुमिच्छति प्रश्नः किं भगिनि न इदानीम् आर्धधातुकसेड् वलादेः इति प्रतिध्वनिः भगिनी कृपया म्यूट् करोतु सूर्यकुमारी भगिनी सूर्यकुमारी भगिनी कृपया म्यूट् करोतु न प्रश्नः कः इति चेत् अनिति अर्धधातुके इत्यत्र विशेषणविशेष्यभावः अस्ति इति उक्तम् तर्हि अनिति वयं वदामः चेत् अर्धधातुकसेड्वलादेः इति सूत्रस्य सहायेन ईडागमः तित् अस्ति इति कृत्वा आदौ भवति इति सर्वम् उक्तम् अस्तु इदानीम् अर्धधातुकसेड्वलादेः इति सूत्रमेव नास्ति चेत् तदानीम् अनिट् अपि च अनिति अर्धधातुके इत्यत्र कथं जानीमः अनिति इति वदामः चेत् अत्र आगमस्य सूचना नास्ति खलु अत्र यत्र यत्र तित् अस्ति सर्वत्र आगमस्य सूचना इति नास्ति खलु सप्तमी विभक्तिः अस्ति अतः वा सप्तमी विभक्तिः अस्ति अतः किम् अतः पूर्वमेव कोडिफैड् मीनिङ्ग् मध्ये सप्तमी विभक्तिः अस्ति न सप्तमी अस्ति अतः किञ्चित् इतोपि वदतु पञ्चमी अस्ति तर्हि तस्मात् अनन्तरम् एवमेव सप्तमी अस्ति तर्हि पूर्वम् अस्ति तत्तु अस्ति परन्तु अनिति इत्यत्र इडागमः अर्धधातुकप्रत्यये कुत्र भवेत् इति तदर्थम् अत्र किं कथं वक्तुं शक्नुमः किमपि अन्यपरिभाषायाः प्रसक्तिः भवितुमर्हति अत्र इदानीम् अनिट् इति नास्ति इति चिन्तयतु केवलम् इति अर्धधातुके इति अस्ति चेत् कथम् अवगन्तुं शक्नुमः अथवा इदानीम् इ आर्धधातुके इति वदामि चेत् इ इत्युक्ते यकारः इकारः यकारस्य सप्तमी विभक्तिः इ इ आर्धधातुके इति वदामः चेत् तत्र कः अर्थः यकारः कुत्र भवेत् वयं जानीमः खलु किमर्थं येन विधिस्तदन्तस्य अस्ति तावदेव तादृशमेव अन्यत् एकमस्ति न परन्तु सप्तमी अस्ति इति कृत्वा परस्य आदौ भवति इति यस्मिन् विधिस्तदावल् ग्रहणे उत्तमम् इति अस्ति विजयलक्ष्मी भगिनी अपि उक्तवती सम्यक् तर्हि तत्र बहवः जनाः उक्तवन्तः तर्हि अत्र इति अर्धधातुके इत्युक्ते इडादि अर्धधातुके इति अवगम्यते खलु परिभाषायाः प्रयोगेण इडादि अर्धधातुक इडादौ अर्धधातुके इति अवगम्यते इडादौ इति अर्धधातुकप्रत्ययस्य विशेषणं तर्हि इदानीं तत्र वयं किम् उक्तवन्तः प्रसज्यप्रतिषेधः इति वयं किम् उक्तवन्तः वयम् उक्तवन्तः अर्धधातुकप्रत्यये परे भवति परन्तु इडादौ न भवति इडादौ अर्धधातुके न भवति इति उक्तं खलु वाक्यद्वयम् उक्तं खलु प्रसज्यप्रतिषेधः इति कृत्वा आं भगिनि तर्हि अर्धधातुके प्रत्यये परे भवति परन्तु इडादौ अर्धधातुके न भवति इति वाक्यद्वयम् उक्तम् तर्हि मम प्रश्नः अस्ति अनयोः विशेषणविशेष्यभावः अस्ति चेत् तर्हि एकत्र भवति इति उक्त्वा अन्यत्र न भवति इति वदामः चेत् कथं भवति तत्र विशेष्यम् अनुसृत्य एव विशेषणं खलु क्रियायां विशेषणस्य अन्वयः परन्तु विशेषस्य अन्वयः नास्ति इति कथं वक्तुं शक्नुमः असुन्दरः बालकः गच्छति इति अहं वदामि चेत् तर्हि इदानीं वाक्यद्वयं वक्तव्यं चेत् बालकः गच्छति असुन्दरः बालकः न गच्छति इति वदामः चेत् सम्यक् अस्ति वा सम्यक् अस्ति भगिनि कथमस्ति सम्यक् यः बालकः बालकः एव असुन्दरः खलु असुन्दरः भिन्नः नास्ति इदानीं किम् अन्ये बालकाः ये सुन्दराः भवन्ति ते गच्छन्ति इति अर्थः भवेत् तत्सर्वं न उक्तं खलु वाक्ये वाक्ये बालकः इदानीं भवतामपि तथैव वाक्यं तत्र भवद्भिः अपि तथैव वाक्यम् उक्तम् इति चेत् अर्धधातुके प्रत्यये परे भवति नेः लोपः अनिति अर्धधातुके न भवति इति उक्तम् यथा तत्र उक्तं तथैव अत्र अन्यम् एकं वाक्यम् अहं स्वीकरोमि अन्यत् वाक्यम् असुन्दरः बालकः गच्छति इति वाक्यम् तर्हि इदानीं तथैव अहं वाक्यद्वयं करोमि चेत् बालकः गच्छति असुन्दरः बालकः न गच्छति इति वयं वदामः चेत् इदानीं बालकः गच्छति इति वयं वदामः चेत् कथं वक्तुं शक्नुमः असुन्दरः बालकः न गच्छति इति यतोहि बालकः एव असुन्दरः खलु अवगम्यते वा तदेव मया उक्तं ये बालकाः सुन्दराः न सन्ति तेषां कृते तस्य निर्देशः भवति एतेन वाक्येन इति वक्तुं शक्यते वा हा इत्युक्ते भिन्नबालकाः इति अर्थः खलु यदि भिन्नः इति वदति चेत् भिन्नः इति वदति चेत् तत्र कथं वा प्रसज्यप्रतिषेधः भवितुम् अर्हति सुन्दरः नास्ति असुन्दरः बालकः इत्युक्ते मम विवक्षा का इति चेत् यत्र विशेषणविशेष्यभावः अस्ति त तत्र केवलं विशेषणस्य अन्वयः क्रियायां विशेषस्य अन्वयः क्रियायां नास्ति इति वयं वक्तुं न शक्नुमः. इदानीम् अस्माकं वाक्यं यथा आसीत् आर्धधातुके प्रत्यये परे भवति नेहे लोपः भवति. इदानीम् अनिडादि आर्धधातुके प्रत्यये परे न भवति इति वयं वदामः चेत् अनिडादि इति विशेषणमस्ति, आर्धधातुके इत्यस्य विशेषणमस्ति. अतः आर्धधातुके प्रत्यये परे भवति इति उक्त्वा तत्र किं विधानमस्ति? आर्धधातुके प्रत्यये परे नेहे लोपः भवति इति विधानमस्ति. इदानीं केवलम् अनिडादि इति स्वीकृत्य अनिडादि आर्धधातुके न भवति इति वयं वदामः चेत् तत्र क्लेशः अस्ति. विशेषणस्य एव अन्वयः क्रियायां विशेषस्य अन्वयः भावपदार्थे इति वक्तुं न शक्नुमः. यतोहि विशेषणविशेषयोः अभेदः अस्ति खलु. यथा मया प्रतिपादितं बालकः गच्छति इत्युक्ते गमनक्रिया बालके अस्ति. इदानीं बालकः गच्छति इति उक्त्वा असुन्दरः बालकः न गच्छति इति वदामः चेत् बालकः गच्छति वा न वा न गच्छति वा? यतोहि असुन्दरः एव बालकः खलु, अनयोः अभेदः अस्ति खलु. अतः बालकः गच्छति इति न वक्तुं शक्यते, बालकभिन्नः कश्चन गच्छति इत्येव वक्तुं शक्यते. बालकभिन्नः न गच्छति इति वक्तुं शक्यते. अतः असुन्दरः बालकः गच्छति इत्युक्ते सुन्दरभिन्नः कश्चन बालकः गच्छति इति एव अर्थः भवितुम् अर्हति. यत्र विशेषणविशेषभावः अस्ति तत्र असज्यप्रतिषेधः भवितुं नार्हति, यतोहि तत्र क्रियायां केवलं विशेषणस्य अन्वयः इति वक्तुं न शक्नुमः. यथा इदानीम् असुन्दरः न गच्छति बालकः गच्छति इति तथा वक्तुं न शक्नुमः, यतोहि बालकः एव असुन्दरः अस्ति, अनयोः अभेदः अस्ति. अतः यत्र असुन्दरः बालकः इति विशेषणविशेषभावः अस्ति तत्र पर्युदासः एव भवति, सुन्दरः भिन्नः बालकः गच्छति इत्येव अर्थः तत्र. अवगतं वा? अवगतं भगिनि. कथं प्रसज्य प्रतिषेधः वाक्यं वक्तुं शक्यं तत्र? तत्र क्रिया न प्रसज्य, अत्र प्रसज्यप्रतिषेधः न भवति इति अहं वदामि. प्रसज्यप्रतिषेधः न भवितुम् अर्हति, न भवितुम् अर्हति इत्युक्ते तत्र अन्वयः सम्यक् न भवति प्रसज्यप्रतिषेधः अस्ति चेत्. तर्हि पर्युदासे वाक्यद्वयं भवति वा? परिरसि एकमेव वाक्यं, सुन्दरभिन्नः बालकः गच्छति इति एकमेव वाक्यं, विधानमेव अस्ति तत्र, निषेधः नास्ति. रसज्यप्रतिषेधे तु सामान्यतया एकं विधानं भवति अपि च एकः निषेधः भवति, तत्र वाक्यद्वयं भवति. इदानीं प्रसज्यप्रतिषेधरूपेण वक्तव्यं चेत् सर्वत्र नेहे लोपः भवति, केवलम् अनिति अर्धधातुके नेह लोपः भवति इति चेत् सम्यक् अस्ति वा? नास्ति नास्ति खलु, सम्यक् नास्ति खलु. सर्वदा भवति इति चेत् सर्वदा भवति खलु, अनिति इति वक्तव्यमेव नास्ति. हा, यत्र कुत्रापि नेहे लोपः भवति परन्तु अनिति आर्धधातुके प्रत्यये परे न भवति इति वयं वदामः चेत् कुत्र दोषः भवति? काण्ट्रास्टिङ्ग् मीनिङ्ग् अभवत्, भवति न भवति इति. यदा हा नेहे लोपः सर्वदा भवति इति चेत् यत्र कुत्रापि निच् प्रत्ययस्य विधानं भवति तत्र सर्वत्र नेहे लोपः भवति खलु. तत्तु न इष्यते, तत्तु न इष्यते. अतः तादृशवाक्यद्वयं न सम्भवति तत्र. इत्युक्ते आदेश उपदेशे शिति इति सूत्रे एजन्तधातोः आत्वं भवति इति उक्तं. तत्र अशिति इत्यस्य अन्वयः कथं भवति इत्यत्र प्रसज्यप्रतिषेधः इति वयं वदामः चेत् तर्हि एजन्तधातोः आत्वं भवति इति एकं वाक्यम्, अनन्तरं क्षितिप्रत्यये परे न भवति एजन्तधातोः आत्वम् इति वाक्यद्वयम् अस्ति. तर्हि सर्वत्र आत्वं भवति, परन्तु केवलं क्षितिप्रत्ययः परः अस्ति चेत् आत्वं न भवति इति वाक्यद्वयं तत्र सम्यक् अस्ति. सर्वत्र एजन्तधातोः आत्वं भवति. एवम् अत्र सर्वत्र नेहे लोपः केवलम् अनिति आर्धधातुके न भवति इति वदामः चेत् तथा न सङ्गच्छते, यतोहि सर्वत्र नेहे लोपः न भवितुम् अर्हति, यतोहि न इष्यते. निच्विधानं भवति, तत्पश्चात् सर्वत्र नेहे लोपः भवति चेत् निजन्तधातुः एव न लभ्यते. अतः तादृश अन्वयः अपि न सम्भवति. अतः कथं सम्भवति अत्र इति चेत्, अनिति इत्युक्ते श्रूयते वा? अनिति इत्युक्ते इड् भिन्ने आर्धधातुके प्रत्यये परे नेहे लोपः भवति. यत्र आर्धधातुकप्रत्ययः अपेक्षितः, सः प्रत्ययः इडादिप्रत्ययः न स्यात्. इडादिप्रत्ययः भिन्नः स्यात्, इडादिप्रत्ययः भिन्नः स्यात्, तर्हि आर्धधातुकप्रत्ययः अपेक्षितः, परन्तु सः इडादिप्रत्ययः इडादिप्रत्ययात् भिन्नः प्रत्ययः भवेत्, इत्युक्ते इडादिप्रत्ययः तत्र न भवेत् इति अर्थः आयाति. अवगतं वा? अत्र यत्र वाक्यं नकारार्थं भवेत् चेत् तत्र प्रसज्य भवति इति वक्तुं शक्यते वा? यथा तदेव तत्र वाक्यद्वयं भवति खलु. प्रसज्य प्रतिषेधे वाक्यद्वयं भवति. एकं तु क्रियायाम् अन्वयः इत्यनेन निषेधः, न भवति. कुत्र न भवति इति स्पष्टतया उच्यते. यथा तत्र क्षितिप्रत्यये परे न भवति इति अत्र निषेधः अस्ति. तत्र प्रत्ययः अपेक्षितः अस्ति, स्वप्रत्ययः षित् प्रत्ययः अस्ति चेत् न भवति इति निषेधः अस्ति. परन्तु अन्यत्र सर्वत्र भवति, तत्र तु विधानम् अस्ति, निषेधः नास्ति. अतः प्रसज्यप्रतिषेधे निषेधः अपि अस्ति, विधानमपि अस्ति. पर्युदासे केवलं विधानमेव अस्ति, निषेधः नास्ति. संशयः अस्ति वा? इत्युक्ते सामान्यतया यत्र विशेषणविशेषभावः अस्ति तत्र तु पर्युदासः एव प्रायेण भवति. प्रसज्यप्रतिषेधः तत्र न भवितुम् अर्हति, यतोहि केवलं विशेषस्य अन्वयः क्रियायां न भवितुम् अर्हति. यथा असुन्दरः न गच्छति, असुन्दरः बालकः न गच्छति, बालकः गच्छति इति वदामः चेत् क्लेशः. अस्तु, अग्रे गच्छामः वा? आं भगिनि. अस्तु, तर्हि इदानीं तु बहुवारं चर्चितः, परन्तु प्रत्येकं वारं किञ्चित् क्लिष्टः इति भासते. सत्यं क्लिष्टः एव अस्ति, यतोहि अस्माकम् अभ्यासः नास्ति तस्मिन् विषये. तत्र वारं वारं पुनः पुनः तस्मिन् विषये एव वयं चिन्तनं कुर्मः चेत् तदानीं तत्र सम्यक् भवति. अस्तु अस्तु, तर्हि वयं प्रयत्नं दृढतया न तिष्ठति भगिनि. यदि शृणुमः यदा शृणुमः तत्र अवगतम् अस्ति, तदनन्तरं मनसि दृढतया न तिष्ठति. किमर्थं चेत् वदतु. अपि च एकम् उदाहरणं स्वीकृत्य वयं चर्चयामः, तत्तु अवगम्यते, परन्तु तादृशम् एव अन्यत् उदाहरणम् आगच्छति, तत् पुनः तत्त्वं तत्र कथं स्वीकरणीयमिति तत्र अवगमनं न भवति, किञ्चित् क्लिष्टं. एकं तु प्रथमतया प्रसज्यप्रतिषेधः पर्युदासः इत्यस्य सामान्यरीत्या अर्थः कः इति सम्यक्तया अवगन्तव्यं भवति. यथा अश्वः अनश्वः इति उदाहरणमस्ति, तस्य अर्थः सम्यक्तया अवगम्यते चेत् तर्हि सामान्यरूपेण प्रसज्यप्रतिषेधः कः, परिदासः कः इति अवगम्यते. यदा तत्र कान्सेप्ट् सम्यक् अस्ति मनसि, तदानीं वयं प्रयासं कर्तुं शक्नुमः, तस्य अप्लिकेशन् कथं भवति इति वयं चिन्तयितुं शक्नुमः. यदा मनसि कान्सेप्ट् एव सम्यक् नास्ति तदानीं तत्र भ्रमः एव भवति. अतः प्रथमतया उदाहरणसहितम् एकं इत्युक्ते तत्र प्रसज्यप्रतिषेधे वाक्यं किं, परिदासे वाक्यं किम् इति सम्यक्तया मनसि संस्थापनीयम्. यदा सम्यक्तया मनसि अस्ति तदानीं तत्र सूत्राणि स्वीकृत्य वयं परिशीलयितुं शक्नुमः इति एव तत्र उपायः. इदानीम् अस्माकं किं जायते इति चेत् कान्सेप्ट् मनसि सम्यक् नास्ति इति कृत्वा यत्र कुत्रापि प्रसज्य प्रतिषेधः परिदासः इति वदामः चेत् भ्रमः भवति, यतोहि कान्सेप्ट् सम्यक् नास्ति. अतः मनसि सम्यक्तया द्वयोः अर्थः कः, उदाहरणं किम् इति अस्ति चेत् तदानीं वयम् एप्लिकेशन् कर्तुं शक्नुमः इति मम एक्स्पीरियन्स् अनुभवः अस्ति. उदाहरणं सिमिलर् अस्ति चेदपि तत्र भ्रमः भवति भगिनि. आदेश उपदेशे शिति, अत्र अशिति इति अस्ति, अपि च णेरनिति, अत्र अनिति इति अस्ति. उदाहरणं तु उदाहरणे साम्यम् अस्ति इति दृश्यते, तर्हि तत्र भ्रमः भवति. मम तु तादृशमेव भवति प्रत्येकं वारं. कान्सेप्ट् तु क्लियर् अस्ति, स्पष्टमस्ति मम कृते तु, परन्तु अनश्व आनय, अश्व आनय, तत्र क्रियायाः निषेधः इति प्रसज्यः, तद्भिन्नतदृशः भवति चेत् पर्युदासः इति थियरि तु क्लियर् अस्ति मम मनसि, परन्तु उदाहरणे यदा यथा साम्यम् अस्ति चेत् तत्र किञ्चित् भेदः कर्तुं मम क्लिष्टता, अहं क्लिष्टता अनुभवामि, न जाने. इत्युक्ते तत्र किमर्थमिति चेत् कुत्र दोषः भवति इति अस्माभिः सम्यक्तया न ज्ञायते. इत्युक्ते सम्पूर्णं व्याकरणं वयं जानीमः चेत् तदानीं कुत्र दोषः भवति इति झटिति ज्ञातुं शक्नुमः. कुत्र दोषः भवति इति सम्यक्तया वयम् अवगन्तुं न शक्नुमः इति कृत्वा अपि क्लेशः अस्ति. तदर्थमेव व्याख्यानतः विशेषप्रतिपत्तिः. यत्र एतादृशक्लेशः भवति तदानीं व्याख्यानं पश्यामः. व्याख्याने किमपि न लिखितं चेत् तदानीं स्वयमेव प्रयत्नः करणीयः तत्र कुत्र दोषः भवति इति चिन्तनीयं भवति. अतः अत्र वयम् अत्र अस्माकं वर्गे किं कुर्मः इति चेत् यत्र कुत्रापि नै अस्ति तत्र स्वीकृत्य वयं परिशीलनं कुर्मः. तदानीं तत्र अभ्यासः जायते. अस्तु तर्हि. अस्तु भगिनि, भवती एव आरम्भं करोतु. निष्प्रत्ययः वलादिः नास्ति इति कारणतः. अस्तु एकनिमिषम्. अस्तु. णिच् प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति. अनेन चुरादिगणे कश्चन इणिजन्तधातुः अस्ति चेत् प्रेरणार्थे यदा द्वितीय णिच् प्रत्ययः विधीयते तदा प्रथमणिचः स्वार्थिकणिचः लोपः भवति. अतः एकस्मिन् धातौ णिच् केवलम् एकैव वारं सम्भवति. द्वितीयवारम् णिचः विधानं भवति, किन्तु णेरनिटि इत्यनेन प्रथमस्य लोपः भवति. अतः चुरादिगणे स्वार्थिकणिचः प्रेरणार्थकणिचः तिङन्तरूपं समानम्. अत्र पुनः णेरनिटि इति सूत्रस्य अत्र किञ्चित् प्रतिपादनमस्ति. प्रथमं तु णिच् प्रत्ययः इति कीदृशः प्रत्ययः इति तत्र दत्तम्. णिच् इति चुटु इत्यनेन णकारस्य इत्संज्ञा, अपि च चकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, अपि च तस्य लोपः इत्यनेन तयोः लोपः इति कृत्वा इ इति अवशिष्यते. इ इति अजादिप्रत्ययः वलादिः नास्ति इति कारणतः आर्धधातुकस्येड् वलादेः केवलं वलादिप्रत्ययः प्रत्ययः परे भवति चेदेव तत्र धातोः इडागमः भवति, इट् इत्यस्य आगमः भवति इति सूत्रं वदति. अतः इ इति वलादिः नास्ति इति कारणतः धातोः इडागमः न भवति, तत्र कदापि न भवति. यतोहि अनुबन्धलोपानन्तरम् एव वयं प्रत्ययस्य रूपं वयं स्वीकुर्मः. अतः इ इति एव वयं स्वीकुर्मः, न तु णिच् इति. अनेन चुरादिगणे अपि च कश्चन णिजन्तधातुः अस्ति चेत् अपि च प्रेरणार्थे यदा यादृशी परिस्थितिः यदा अस्ति णिजन्त इति चुरादिगणीय णिजन्तधातुः अस्ति, तस्मात् चुरादिगणीयधातोः प्रेरणार्थे रूपं वयं कर्तुं प्रयतामहे चेत् तत्र णिच् इति द्विवारम् आगच्छति. एकं तु णिजन्त चुरादिगणिगणस्य णिच् इति प्रत्ययः, तदनन्तरं प्रेरणार्थे द्वितीयः णिच् प्रत्ययः तत्र विधीयते. एतद् भवति चेत् द्वितीयः णिच् प्रत्ययः प्रेरणार्थे णिच् इति प्रत्ययः यः अस्ति तस्य अनुबन्धलोपानन्तरम् इ इति भवति, अतः वलादिः नास्ति इति कृत्वा तस्य इडागमः न क्षम्यताम् तस्य लोपः भवति इति दत्तं, यतोहि तत्र इ इति वलादिः नास्ति अतः इडागमः न भवति, अतः सः प्रत्ययः अनिट् आर्धधातुकप्रत्ययः भवति. स च अनिट् आर्धधातुकप्रत्ययः यदा परे अस्ति चेत् पूर्वस्य णिच् प्रत्ययस्य लोपः भवति, नाम णिच् इति यः स्वार्थिक णिच् प्रत्ययः चुरादिगणीय णिच् प्रत्ययः आसीत् तस्य लोपः भवति. अतः आहत्य एकस्मिन् धातौ चुरादिगणीयधातौ एकस्मिन् धातौ एकवारम् एव एकः एव णिच् तिष्ठति, सः णिच् तु प्रेरणार्थे णिच् अस्ति न तु स्वार्थे णिच् चुरादिगणीय णिच्. तावदेव समीचीनम्. अतः चुरादिगणे स्वार्थिकणिचः अपि च प्रेरणार्थकणिचः तिङन्तरूपं तु समानमेव भवति, यतोहि प्रेरणार्थकणिचः णिचि रूपे तु स्वार्थिकणिचः लोपः भवति, अतः एकमेव रूपम् इति. सम्यक् सम्यक्. तर्हि यद् यद् भवत्या प्रतिपादितं तस्य एव प्रक्रिया कथं भवति इति अग्रे उक्तं, तत्र किं सरस्वती भगिनी पठति वा? चूर् चूर् धातु स्वीकृत्य ददतमस्ति. चूर् सत्यापपाशरूपवीणातूलश्लोकसेना लोम त्वचवर्मवर्णचूर्ण चुर् इत्यनेन चुरादिगणे निच् प्रत्यय दीयते स्वार्थे. चुर् योगनिच् चोरि भवति चोरि स्वार्थे, हेतुमति च इत्यनेन प्रेरणार्थे निच् चोरि योगनिच् चोरि णिच् चोरि योग इ नेरण्टि इत्यनेन प्रथमणिच् लोपः चोर् योग इ चोरि प्रेरणि चुर् धातु स्वीकृत्य चुरादिगणस्य धातुः अस्ति, अतः अत्र सत्यापपाशरूपविना तुलश्लोकसिन्नलोम तर्हि चुर् योगनिच् अत्र नकारचकार लोपः भवति तयोः, इ केवलं तिष्ठति. चुर् योग इ लघुपदस्य च इति चोरि भवति सम्यक् न श्रूयते भगिनि, किमपि न अवगच्छामि. सम्यक् न श्रूयते. एकनिमिषं. मम इण्टर्नेट् कनेक्षन् मध्ये समस्या आसीत, इदानीं श्रूयते वा? इदानीं सम्यक् अस्ति. अस्तु पुनः वदामि वा? आं कृपया वदतु. पुनः वदामि वा? प्रथमतः अस्तु, तर्हि चुर् अस्ति चुरादिगणस्य धातुः अस्ति, तर्हि चुरादिगणे निजन्तधातवः सन्ति, अतः सत्यापपाशरूपवीणा तूलश्लोकसेना लोमत्वच वर्मवर्णचूर्ण चुरादिभ्यो णिच्, अनेन सूत्रेण णिच् प्रत्ययः विधीयते, अतः चुर् योग णिच् आगच्छति. अत्र णकारचकारस्य लोपः भवति, णकार तु चुटु, चकार हलन्त्यं, तदा तस्य लोपतः केवलम् इ अवशिष्यते. चुर्योग इ इदानीम् इगुपदधातुः अस्ति, अतः अत्र पुगन्तलघुपदस्य च अनेन सूत्रेण चोरी भवति. एतदस्ति स्वार्थे, स्वार्थे अस्ति. पुनः यदि एतस्य धातोः एव प्रेरणार्थे वयम् इच्छामः रूपं, तर्हि हेतुमति च इत्यनेन प्रेरणार्थे निच् पुनः निच् प्रत्यये आगच्छति. चोरी योगणिच् अत्र पुनः नकारचकारस्य लोपः भूत्वा पुनः केवलम् इ तिष्ठति, अतः भवति चोरी योग इ. अत्र एकवारं निच् आगच्छति, अतः नेरनिटि अनेन सूत्रेण प्रथम निच् निच् निचः लोपः भूत्वा पुनः निच् इत्युक्ते इ अत्र लोपः भूत्वा चोरितः केवलं चोर एवमेव अवशिष्यते. चोर योग इ, अतः पुनः चोरी प्रेरणार्थे. तर्हि वयं पश्यामः कथं स्वार्थे अपि चोरी एव अस्ति, प्रेरणार्थे अपि चोरी एव भवति, तत्र कोऽपि भेदः नास्ति. हाँ, बहु समीचीनं भगिनि, धन्यवादः. धन्यवादः. अत्र स्पष्टमस्ति खलु? कोऽपि प्रश्नः अस्ति वा? उमा भगिनी अवगतं वा? उमा भगिनी किञ्चित् अवगतम्. अस्तु अस्तु, समीचीनं. तर्हि इदानीम् अग्रे गच्छामः. अस्तु भगिनी, उमा भगिनी भवतेव पठतु. सामान्यधातूनां समग्रप्रक्रिया चिन्तनम्. क्रमेण अदन्तदातवः अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ऋकारान्ताः, एदन्तदाताः, तदा हलन्तधातवः अदुपदाः, इदुपदाः, इदुपदाः, ऋजुपदाः अवशिष्टाः अस्माभिः परिशील्यते. अकारान्तदातवः इत्युक्ते अदन्ताः हलन्तदातुषु पश्येम, यतोहि तेषाम् अकारलोपः भवति, अतः ते हलन्तदातुभिः क्रियाः. प्रथमे सामान्यधातूनां कृते वयं वदामः अजन्तदातवः इति चेत् अच् प्रत्ययाः अन्ते अस्ति, एजन्तदातवः अपि अस्ति, अपि हलन्तदातवः अपि अस्ति. ते सर्वम् आकारान्तः भवति, उक्तं तेषाम् अकारलोपः भवति. ओके, हलन्त अकारान्तदातवः इत्युक्ते अदन्ताः हलन्तदातुषु पश्येम, यतोहि तेषाम् अकारलोपः भवति, अतः ओके हलन्तदातुः अकारलोपः भवति, अतः ते हलन्तदातुभिः क्रियाः. अग्रिमवाक्यमपि पठतु. ओके, अस्मिन् करपत्रे सामान्यधातूनाम् आलोचना क्रियते, अग्रिमे करपत्रे विशेषधातवः परिशील्यते. सामान्यधातूनां प्रयपठामः, आङ्ग्ले क्रियशीलतः अपि पठामः. समीचीनं. तर्हि अत्र प्रथमतया धातूनां विभजनम् अजन्तदातवः हलन्तदातवः इति द्वेधा विभागः. अजन्तदातुषु वयं पश्यामः चेत् न केवलं निच् प्रसङ्गे निजन्तप्रसङ्गे अपि तु यः कोऽपि आर्धधातुकप्रत्ययः भवतु, ह्रस्व अकारान्तदातवः सर्वे दातवः हलन्ताः भवन्ति. यतोहि इदानीं कत इति धातुः अस्ति इति, कत इति धातुतः णिच् प्रत्ययः भवति चेत् तदानीम् अतोलोपः इति सूत्रेण कत इत्यत्र तकार उत्तरवर्ति अकारस्य लोपः भवति. अतः लोपः आर्धधातुके प्रत्यये परे. अतः यत्र कुत्रापि आर्धधातुकप्रत्ययः परः अस्ति अपि च अजन्तम् अङ्गम् अस्ति चेत् ह्रस्व अकारस्य लोपः भवति. अतः आर्धधातुकप्रक्रियायां सर्वे ह्रस्वकारान्तदातवः हलन्ताः भवन्ति. अतः तेषाम् अध्ययनं हलन्तदातुषु एव वयं पश्यामः. अजन्तदातवः इत्युक्ते आकारान्तदातवः, इकारान्तः, ईकारान्तः, उकारान्तः, उकारान्तः, ऋकारान्तः, ऋकारान्ताः, अनन्तरम् एजन्ताः. हलन्तदातवः इत्युक्ते उपधायां कः वर्णः अस्ति इति दृष्ट्वा अधुपदः, उदुपदः, इदुपदः, ऋदुपदः अपि च अवशिष्टाः इति तत्र विभागः अस्ति. तर्हि इदानीम् अस्माकं प्रथमतया अजन्तदातवः. तर्हि विजयलक्ष्मी भगिनी पठतु. आं पठामि. अजन्तधातवः आकारान्तधातवः पुगागमसहिताः ण्यन्तधातवः अर्ति ह्रि व्लि रि क्नु क्नुयि क्ष्मा यातां पुङ्नौ इति सूत्रेण ऋ ह्रि क्लि रि क्नुयि क्ष्मायि एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः फुक् आगमः भवति णिच् प्रत्यये परे. एषां धातूनां पुक् आगमः णौ इत्युक्ते णी इत्यस्य सप्तम्यन्तं, णी इत्युक्ते णिच् इत्यतः णिच् प्रत्यये परे इत्यर्थः. आद्यन्तौ टकितौ इत्यनेन धातोः परम् आयाति अयं पुगागमः. पुक् इत्यस्मिन् क उ इत्यनयोः इत्सम्या लोपश्च प अवशिष्यते. अर्तिश्च ह्रीश्च क्लीश्च व्लीश्च ह्रीश्च क्नुयिश्च क्ष्मायिश्च आच्च तेषाम् इतरेतरद्वन्द्वः. अर्ति ह्री व्लि रि क्नुयि क्ष्मायातां तेषाम् अर्ति ह्री क्लीरिक्नुयि क्ष्मायातां षष्ट्यन्तं पुक् प्रथमान्तं नौ सप्तम्यन्तं त्रिपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्ति ह्री व्लीरिक्नुयि क्ष्मायातां अङ्गानां पुक् नौ. अजन्तधातूनां विषये इदानीम् आकारान्तधातवः प्रथमः आयाति. अत्र पुगागमः सहिता ण्यन्तधातवः विषये पठन्तः स्मः. सूत्रमस्ति अर्ति ह्री व्ली रि क्नुयि क्ष्मायि एतेषां धातूनाम् अपि च आकारान्तधातूनां परे यदा पुक् आगमः भव परे यदा णिच् प्रत्ययः भवति तदा पुक् आगमः भवति विधीयते. पुक् आगमः अत्र कस्य विदिते पुग् आगमः पुक् आगमः निच् प्रत्यये परे अस्ति, अतः पुक् आगमः धातोः विधीयते. सम्यक्. अत्र पुक् आगमः इत्युक्ते उकारः उच्चारणार्थः, क इति हलन्त्यम् इत्यनेन इत्संज्ञा प्राप्य तस्य लोपः इत्यनेन अपगच्छति, केवलम् अपकारः एव अवशिष्यते. अत्र आद्यन्तौ टकितौ इति सूत्रेण पुक् इति आगमः अन्ते आयाति, अतः अत्र धातोः अन्ते प इति आगमः तिष्ठति. अत्र अर्ति, ह्री, क्ली, रि, नुयि, श्मायि अपि च आकारान्तधातूनाम् इतरेतरद्वन्द्वं कृत्वा अर्ति, ह्री, क्ली, रि, नुयि, श्मायाताम् इति षष्ट्यन्तं, पुक् इति प्रथमान्तं, णौ इति सप्तम्यन्तं, त्रिपदम् इदं सूत्रम् अङ्गस्य अधिकारे अस्ति इति कृत्वा अनुवृत्तिसहितसूत्रं भवति. अर्ति, ह्री, क्ली, री, नुयि, क्ष्मायाताम् अङ्गानां पुक् णौ इति. समीचीनम्. तत्र सूत्रे सूत्रे कथं जानीमः धातुः इति? अङ्गस्य अधिकारे अस्ति. अङ्गस्य इति उक्तं तत्र. अङ्गस्य अधिकारे अस्ति प्रत्ययस्य आदौ यत्किमपि भवति तस्य अत्र अधिकारः. धातु एव भवति इति वक्तुं शक्यते वा? धातुः एव भवति इति कथं? तत्र शब्दस्वरूपं प्रातिपदिकं न भवितुमर्हति वा? क्री इति प्रातिपदिकं, ली इति प्रातिपदिकं, नुयि इति प्रातिपदिकम् अस्ति वा नास्ति वा इति द्रष्टव्यं. परन्तु मम प्रश्नः अस्ति, इदानीं धातुः एव इति कथं जानीमः? निच् प्रत्ययः धातुतः विधीयते इति वा? तत्तु अस्ति नौ, परन्तु नौ इति नौ इति उक्तत्वात् निष्प्रत्यये परे धातुतः एव विधीयते. न, प्रातिपदिकदापि निष्प्रत्ययः विधीयते खलु? आम् विधीयते. न, परन्तु सामान्यतया सूत्रेषु धातुः इति कथं ज्ञायते? धातोः अधिकारः अस्ति वा अत्र? धातोः अधिकारः वा इति कथम्? इति तृतीयाध्याये अस्ति चेत् धातोः अधिकारः न, तत्र तत्र वार्तिकं किम् अस्ति धातोः निर्देशार्थं? कृत् प्रत्ययः धातुतः विधीयते इति. न न न, तत्र इक्ष्टिपौ धातुनिर्देशः इति अस्ति खलु? आम् आम् आम् आम्. इक्ष्टिपौ धातुनिर्देशः वक्तव्यः इति अस्ति खलु? आम् आम् आम्. परन्तु अत्र इक्ष्टिपौ सत्यम् अर्ति इति ष्टिप् अस्ति खलु? ष्टिपानिर्देशः अस्ति खलु? अर्ति इत्यत्र ष्टिपानिर्देशः अस्ति. अन्येषां धातूनां विषये तु तत्र नास्ति, इका ष्टिपा नास्ति. परन्तु अर्ति इति धातोः साहचर्यात् वयं ज्ञातुं शक्नुमः खलु? अर्ति इत्यत्र तु ष्टिप् अस्ति इति कृत्वा तत्र धातोः एव निर्देशः इति वयं ज्ञातुं शक्नुमः. अस्तु, तर्हि एतेषां परिगणितानां धातूनां पुक् आगमः भवति निचि परे इति सूत्रार्थः अस्तु. अस्तु तर्हि इदानीम् अपि च आकारान्तधातूनामपि अस्ति. अस्तु तर्हि इदानीं सूर्यकुमारी भगिनी अग्रे पठति वा? सामान्येषु चुरादिगणीयधातुषु ज्ञातधातुः एकैव आकारान्तधातुः सा च अस्माभिः दृष्टरा. इदानीं प्रेरणार्थकनिश्च आकारान्ताः यथा दा ध इति निचि इत्यस्मिन् न च इत्यनयोः इत्सन्न फुक् इत्यस्मिन् उ ककारः इत्यनयोः इत्सन्न लोपच्च सुचुरादिगणे आकारान्तधातु एक एव अस्ति ज्ञाधातु. अन्ये गणे पा धा धा इत्यादि इति अपि अस्ति. उदाहरणमस्ति दायोगः निच् तत्र आकारान्तधातु अस्ति परन्तु निचि प्रत्यय परे अस्ति चेत् अति ह्री व्लीरि क्नुयि क्षाम्यातां पुङ्नौ इति सूत्रेण पुक् आगमः भवति. पुक् इत्यस्य निरनुबन्धरूपं पकार एव तिष्ठति. दायोग पा निचि अपि इकार एव अवशिष्यते. दायोग पायोगः इ दापि भवति. धापि इति आतिदेशक धातुः अस्ति. धातुसंज्ञा भवति सनाद्यन्तधातवः इति सूत्रेण. धापि नूतनधातुः अस्ति. लट् विवक्ष्य कर्तरि सेप् इत्यनेन सेप् आयाति. सेप् सित् अस्ति पित् अस्ति सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुण भवति. दापे भवति. सेप् इत्यस्य अकार एव अवशिष्यते. दापे योगः आयोगः ति तत्र यचोयवायावः इति सूत्रेण दापै भवति. दापै योगः आ दापय दापय योगः ति दापयति रूपं सिद्ध्यति. तदेव धा अपि सम्यक् तथैव धा इति धातोः विषये अपि धापयति इति रूपं लभ्यते. अस्तु सम्यक् अस्ति. इदानीम् अरुणा भगिनी पठितुम् इच्छति वा? अस्तु किं न पठितुं शक्नोति? धातु धातु भगिनि तदभवत् अग्रे धातुकाते यावन्तः आकारान्तदातवः तेषां सर्वेषां पुकागमो भवति. ध्येयं यत् दापि धापि इव पाटि लेखि अपि यः कोऽपि निजन्तः सनाद्यन्तदातवः इति सूत्रेण धातुसंज्ञा प्राप्नोति. यत्र धातुः जातः तत्र विवक्षायां लट् लोट् लङ् विधिलिङ् लकाराः विधीयन्ते. तेषां स्थाने तिङ् प्रत्ययाः तदा कर्तरि शप् इति शप् विहितः अन्ते वाक् वर्गमेलनेन तिङन्तरूपं निष्पन्नं. दापि धापि इत्यादयः निजन्तदातवः नूतन अपेक्षया धातुसंज्ञा यदि न प्राप्स्यन् तर्हि दिवादयः किं प्रत्ययः विहितः न भविष्यति. वयं जानीमः दातु धी धातु पुक् आगमः भवति निष्पत्ति योजनान्तरं सनाद्यन्तदातवा इति सूत्रेण धातुसंज्ञा प्राप्नोति. यथा धातु विवक्षायां लट् लोट् लङ् विदिलिङ् लकारः विधीयन्ते. अत्र सामान्यधातवे एव परिषप् इति परिषप् आगच्छति. गण अनुसृत्य गण न गणविकरणं नास्ति, केवलं शप् कर्तरि इति आगच्छति, कर्तरि शप् इति सिङ्गन्तरूपं निष्पन्नं भवति. धाति धाति इत्यादयः लिजन्तदातवः नूतनश्रया कथं भवति भगिनि? धातुसंज्ञा न इति दत्तमत्र. यदि धातुसंज्ञा न भवति इत्युक्ते सनाद्यन्तदातवः इति सूत्रं नास्ति तर्हि धातुसंज्ञा न भवति. यदा निष्प्रत्ययं योजयामः तदानीं नूतनधातुः न लभ्यते चेत् तदानीं तिबादयः न विहिताः भवन्ति इति अस्ति. हैपोथेटिकल् अस्ति, हैपोथेटिकल्. ओके, अहं चिन्तयामि यङ् लुगन्त धातवः निष्प्रत्ययं न विधीयते. न तथा नास्ति. धापि धापि इत्यादयः निजन्तदातवः नूतनतया धातुसंज्ञां यदि न प्राप्स्यन् यदि न प्राप्स्यन् तर्हि प्राप्स्यन् इति कीदृशरूपमस्ति? नास्ति चेत् कर्तरि शप् इत्यनेन किं प्रत्यय षट् प्रत्यय विधीयते. तदनन्तरं लकारप्रत्ययः न लकारप्रत्ययः विधीयन्ते. धातुसंज्ञा अस्ति चेत् लकारप्रत्ययः विधीयन्ते, तेषां स्थाने तिबादयः आयान्ति, तदानीं तत्र कर्तरि शप् इत्यनेन शप् अपि आगन्तुं शक्नोति. अत्र प्राप्स्यन् इति कीदृशरूपं? ड्रिङ्ग् लकारः वा? हा, सत्यं. तत्र धातुः कः? प्राप्नोति आप् प्र उपसर्गपूर्वक आप् धातु इति नास्ति, इति नास्ति. प्र उपसर्गपूर्वकः आप् धातुः इति नास्ति. तत्र लृङ्लकारे अडागमः अपि भवति खलु, लुङ् लङ् रिङ् वडुदात्तः, लुङ् लङ् रिङ् ष्वडुदात्तः इत्यनेन अडागमः भवति. न एकक्षणं, प्रयोगः अडागमः योगः आप्, अतः आप्स्यन् इत्यत्र अडागमः अपि अस्ति, अजादिः अस्ति इति कृत्वा अडाजादीनाम् इति अपि भवति. आप् धातुः अजादिः इति कृत्वा आडाजादीनम् इति अपि भवति, अतः प्राप्स्यन् इति रूपमस्ति. परन्तु अभविष्यन् इत्यत्र हलादिधातुः इति कृत्वा अडागमः एव भवति, लुङ् लङ् विङ् ष्वड् धातः इत्यनेन अडागमः. अभविष्यन् अभविष्यत् इत्युक्ते अत्र किं वदति आप् धातु प्रयोगः आडागमः योगः आप् धातुः. ओके, वृद्धिः अत्र अत्र किम् इति चेत् अत्र सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा अपेक्षिता. धातुसंज्ञा न लभ्यते चेत् तत्र तिङन्तरूपमपि न लभ्यते, यतोहि तिङ्प्रत्ययः धातुतः एव विधीयन्ते खलु. इदानीं पट्योगः निच् इत्यत्र धातुसंज्ञा नास्ति चेत् तदानीं तत्र लट्लकारे रूपं साधयितुं न शक्नुमः तत्र निजन्तात्, अतः धातुसंज्ञा अपेक्षिता एव, सनाद्यान्तदातवः इति सूत्रम् अपेक्षितम् एव। अस्तु, मीना भगिनी अग्रे पठतु। दापि इकारान्तदातुः अस्ति, शपः परत्वात् दापि योगः स्वर्धातुकार्थधातुक इत्यनेन गुणः दापे एचवयवः इत्यनेन ऐ आदेशः दापै योगः दापय इति अङ्गम्। एवमेव निजन्तदातवः सर्वे इकारान्तः, पाटी लेखि गमि निन्दि क्षालि, अतः सर्वत्र अयमेव चिन्तनक्रमः। अग्रे गत्वा अस्मिन् करपत्रे बोध्यं यत् सर्वत्र धातोः व्युत्पत्त्यन्तरं सार्वधातुकार्थधातुकः एचवयवः इत्याभ्याम् अङ्गं, तदा तिङः योजनेन तिङन्तपदं निष्पन्नम्। अत्र सर्वत्र इकारान्तधातुः अस्ति निजन्तयोजनेन, तदनन्तरं शप् योगः शप् इति प्रत्ययः आगच्छति, तत्र निजन्तयोजनेन दापी भवति, इकारान्तधातुः भवति, तदनन्तरम् अकारः शप् आगच्छति, तदनन्तरं सार्वधातुकार्थधातुको इति गुण भूत्वा तत्र ये दापे भवति, तदनन्तरम् एचोयावः इति सूत्रेण दा दा दापै अय आगच्छः, तत्र दापै य दापय इति अङ्गं भवति। एवमेव सर्वत्र निजन्तदातवः इकारान्तः एव, किमर्थमिति चेत् तत्र निच् इति तत्र इकारः एव अवशिष्यते धातुतः, पट् धातः इकारः पट् योगः इ, तत्र अतोपदायः इति सूत्रेण वृद्धिः भवति, पाटि ले लिक् धातु तत्र पुगन्तलघुपदस्य, लेखी भवति, गमी गम् तत्र गम् तत्र किमपि न भवति, गम् योगः गमी एव भवति, निन्दि तत्र तत्रापि इकारः योजनेन निन्दि भवति, क्षल् क्षल् अथ उपदायाः वृद्धिः भवति, तत्र क्षाली भवति तत्र, अतः सर्वत्र अयमेव समानचिन्तनक्रमः एव, तत्र किं किं भवति इति सार्वधातुकयोः अपि च एचोयावः इति सूत्रेण अङ्गं निष्पन्नं, तादृशम् अङ्गं निष्पन्नं एव एतेभ्यां सूत्रम्। समीचीनं, धन्यवादः भगिनि, अग्रे गच्छामः। एतत् सर्वं परिचितमेव इति कृत्वा अहं किमपि न वदामि, अग्रे गच्छामः। प्रश्नाः सन्ति चेत् पृच्छन्तु। अग्रे शुभदा भगिनि, आं भगिनि एजन्तदातवः सर्वे अकारान्तदातवः भवन्ति, एजन्तधातवः सर्वे आकारान्तधातवः भवन्ति, आदे च उपदेशे शिति, उपदेशे एजन्तस्य धातोः आत्वं न तु शिति, येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने, एच् इत्यनेन ए ऐ ओ औ, श इत्यनेन स षित् न षित् न षित् अषित् तस्मिन् विषये अशिति नयतत्पुरुषः, आत् प्रथमान्तम्, एचः षष्ट्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम्। लिटिधातोरनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्, एचः धातोः आत् उपदेशे अशिति। पुनः सः तदेव स एव विषयः. आदे च उपदेशेषिति उपदेशावस्थायां ये धातवः एजन्तधातवः सन्ति तेषां तेषां धातोः आत्वं भवति, तेषां धातूनाम् आत्वं भवति. तत्र कोऽपि परनिमित्तस्य अपेक्षा नास्ति इति मन्ये. केवलं यत्र प्रत्ययः षित् प्रत्ययः अस्ति तत्र तु षित् प्रत्ययः परे भवति, परे आगच्छति चेत् तत्र एजन्तधातोः आत्वं न भवति इति तस्य आशयः. अत्र यथा वयं चर्चितवन्तः, अत्र प्रसज्यप्रतिषेधः अस्ति, वाक्यद्वयम् अत्र आगच्छन्ति आगच्छति. उपदेशे एजन्तस्य धातोः आत्वं भवति इति एकं वाक्यं, षित् प्रत्यये परे तु न भवति इति अन्यत् वाक्यम्. अतः अत्र क्रियायाः एव निषेधः अस्ति, तत्र आत्वं न भवति कदा षित् प्रत्ययः परे भवति चेत् इति तत्र. अतः तत्र प्रसज्यप्रतिषेधः. आदे च इति आत् इति प्रथमान्तमस्ति, ए च इति षष्ठ्यन्तम्, उपदेशे इति सप्तम्यन्तम्. उपदेशावस्थायां ये धातवः इति अर्थः. अशिति इति नयतत्पुरुषः, श इति श इति यस्य, तत्तु षित् न षित् अशित् तस्मिन् अशिति इति नयतत्पुरुषः समासः. धातोः इत्यस्य अनुवृत्तिः. अतः एचः धातोः आत्वं भवति उपदेशावस्थायाम्, एचः धातोः आत्वं भवति. तत्र परप्रत्ययस्य अपेक्षा नास्ति, परन्तु यदा अशित् प्रत्ययः परे आगच्छति चेत् तस्मिन् परिस्थितौ तस्यां परिस्थितौ आत्वं न भवति इति तस्य अर्थः. सम्यक् अस्ति. इदानीं नेर्णिति अपि च आदेश उपदेशे शिति इत्यत्र किञ्चित् परिशीलनं करोतु. अनयोः भेदः अस्ति वा, साम्यम् अस्ति वा नै तत्पुरुषसमासस्य प्रसङ्गे? यथा वयं चर्चितवन्तः पूर्वम्, अत्र भेदः तु अस्ति. अत्र आदेश उपदेशेषिति इति प्रसज्यप्रतिषेधः भवति. किमर्थं चेत् तत्र अत्र क्रियायाः निषेधः अस्ति. तस्मात् पूर्वं स्वरूपे अहं पृच्छामि. इत्युक्ते तत्र अनुवृत्तिसहितसूत्रम् अपि च अत्र अनुवृत्तिसहितसूत्रम्, अनयोः तुलनां करोतु. अत्र एचः धातोः आत् उपदेशे अशिति. अशिति इत्यनेन किं विवक्षितम्? यदा षित् प्रत्ययः यदा षित् अशिति इत्यनेन प्रत्ययः विवक्षितः खलु. अशिति इत्यनेन प्रत्ययः विवक्षितः, सत्यं. तर्हि प्रत्ययस्य अध्याहारः भवितुम् अर्हति खलु? आम्, एवम्. एचः धातोः आत् उपदेशे अशिति प्रत्यये इति अस्ति खलु. अशिति प्रत्यये, सत्यम्. अशिति प्रत्यये इति अस्ति. तत्र तु अनिति आर्धधातुके इति यथा आसीत् तथैव अत्रापि अशिति प्रत्यये इति अस्ति. सत्यं. तर्हि अत्र वयं कथं वदामः प्रसज्यप्रतिषेधः, अत्रापि विशेषणविशेषभावः अस्ति, तर्हि कथं वयं प्रतिपादयामः? वाक्यद्वयं किम् अस्ति अत्र? उपदेशावस्थायाम् एजन्तधातोः आत्वं भवति इति एकं वाक्यम्. अस्मिन् वाक्ये किमपि प्रत्ययस्य परनिमित्तस्य अपेक्षा नास्ति. परनिमित्तं भवेत् वा न भवेत् वा, भवेत् वा न भवेत् वा इति तस्य कोऽपि तत्र प्रसङ्गः नास्ति. किमपि भेदः न भवति. प्रत्ययः भवेत् वा न भवेत् वा एजन्तधातोः आत्वं भवति एव इति अर्थः. अन्यः अन्यत् वाक्यं परन्तु यदा प्रत्ययः आगच्छति अपि च सः स च प्रत्ययः षित् प्रत्ययः अस्ति यस्मिन् प्रत्यये शकारस्य संज्ञा भवति तादृशः षित् प्रत्ययः यदा परे आगच्छति यदा कदाचित् काले अगर आगच्छति चेत् तदा एजन्तधातोः आत्वं न भवति इति उक्तवती खलु तथैव इदानीं नेरनिटि इत्यत्र वाक्यद्वयं किं भवति णेरनिटि इत्यस्मिन् तदेव मम भ्रमः उदाहरणम् आगच्छति चेत् मम किञ्चित् सम्भ्रमः भवति परन्तु प्रयत्नं करोमि णेः लोपः भवति णेः लोपः अनिटि आर्धधातुके इति अनुवृत्तिसहितसूत्रं णेः लोपः भवति अधुना णेः लोपः आर्धधातुके प्रत्यये भवति एव अधुना अणेः न आर्धधातुके प्रत्यये इति न वक्तव्यं तत्र तदेव तदर्थमेव मया पृष्टं यदि आर्धधातुके इति वदति चेत् तदानीं विशेषणस्य अन्वयः क्रियायां विशेषस्य अन्वयः क्रियायां नास्ति इति तथा न भवितुमर्हति यथा अत्र उक्तवती एजः धातोः आत् भवति उपदेशावस्थायाम् इति यथा उक्तवती तत्र परनिमित्तं किमपि न अपेक्षितं तथैव अत्रापि वक्तव्यं भवति किं नेः लोपः भवति इति एकं वाक्यं द्वितीयं वाक्यं किं भवति न परन्तु नेः लोपः तु आर्धधातुके प्रत्यये एव भवति खलु न अत्रापि अशिति आर्धधातुके इति अस्ति अशिति प्रत्यये इति अस्ति खलु अत्रापि हा तादृशमेव अत्र अपि हा तर्हि प्रथमवाक्ये भवती किम् उक्तवती प्रथमं वाक्यं भवेत् णेः णेः लोपः णेः लोपः तावदेव णेः लोपः भवति इति प्रथमं वाक्यं द्वितीयं वाक्यं अनिति आर्धधातुके नेः लोपः न भवति इति द्वितीयं वाक्यं तर्हि एवं वदामः चेत् नेः लोपः भवति इति वदामः चेत् सर्वत्र नेः लोपः भवति इति अर्थः आयाति तत्तु न सङ्गच्छते दोषः भवति इति मया पूर्वमपि उक्तं सत्यं अतः तत्र प्रसज्यप्रतिषेधः न भवितुम् अर्हति तत्र उभयत्र साम्यम् अस्ति एकं वाक्यमेव तत्र वाक्यद्वयं न भवति पर्युदासे एकमेव वाक्यं प्रसज्यप्रतिषेधे तु वाक्यं वाक्यद्वयं नेहे लोपः इति प्रथमं वाक्यं द्वितीयं वाक्यम् अनिति आर्धधातुके नेहे णेहे लोपः न भवति इति द्वितीयं वाक्यं यथा अत्र आदेशोपदेशे शीति इत्यत्र उक्तम् एजन्तः धातोः आत्वं भवति इति प्रथमं वाक्यम् उपदेशावस्थायाम् एजन्तधातोः आत्वं भवति इति प्रथमं वाक्यं द्वितीयं वाक्यम् एजन्तधातोः आत्वं न भवति अशिति प्रत्यये परे अथवा क्षम्यतां क्षितिप्रत्यये परे उपदेशावस्थायाम् एजन्तधातोः आत्वं न भवति इति द्वितीयवाक्यं यथा अत्र अस्ति तथैव तत्रापि भवेत् न कोऽपि भेदः भगिनि अत्र इति ने अनित् प्रत्यये परे ने लोपः न भवति वा अनित् प्रत्यये परे अनित् प्रत्यये परे नास्ति इति प्रत्यये परे इडादिप्रत्यये परे इडादौ आर्धधातुके प्रत्यये परे न भवति अनित् इति न वक्तव्यम् इति प्रत्यये परे न भवति इति वक्तव्यम् इत्युक्ते वाक्यद्वयं किं नेः लोपः भवति अनन्तरम् इडादौ आर्धधातुके एकक्षणम् इडादौ आर्धधातुके प्रत्यये परे न भवति नेः लोपः न भवति इति वाक्यद्वयं तर्हि तत्र नेरनिति इत्यत्र दोषः कः इति अस्माभिः प्रतिपादयितुं शक्यते अत्र प्रसज्यप्रतिषेधः स्वीक्रियते चेत् दोषः न भवति इति कृत्वा प्रसज्यप्रतिषेधः स्वीक्रियते अत्र पर्युदासः स्वीक्रियते चेत् यङ्लुकिदोषः भवति परिदासः चेत् प्रत्ययः अपेक्षितः. किं शुभदा भगिनी अवगतं वा? अत्र तर्हि णेः लोपः भवति इति इति भवत्या उक्तं, परन्तु णेः लोपः भवति इत्यस्मिन् वाक्ये प्रत्ययस्य प्रत्ययः न अपेक्षितं वा? प्रत्ययः तु न अपेक्षितं, किमपि न अपेक्षितम्, अनैमित्तिकं. तत्तु नास्ति खलु परिस्थितिः? अत्रापि नास्ति, अत्रापि नास्ति खलु. एचः धातोः आत् उपदेशे अशिति प्रत्यये परे इति मया स्वीकर्तुं शक्यते खलु? किं तत्र तु भवती जानाति आर्धधातुकप्रत्यये परे एव नेः लोपः भवति इति भवती जानाति इति कृत्वा एवं वदति. यदि न जानाति, केवलं सूत्रं दृष्ट्वा प्रसज्यप्रतिषेधः वक्तव्यः चेत् तत्र अन्नैमित्तिकमेव भवति प्रथमवाक्यं. द्वितीयवाक्ये निषेधः भवति, परन्तु पूर्वं किम् उक्तम् आसीत्? नेः लोपः भवति आर्धधातुके प्रत्यये परे इति उक्तं. तत्तु दोषाय. किमर्थं चेत् विशेषणस्य अन्वयः क्रियायां, विशेषस्य अन्वयः क्रियायां नास्ति इति तत्तु दोषाय भवति. आर्धधातुके प्रत्यये परे इति वदति चेत् तत्तु दोषाय भवति. यथा मया प्रतिपादितम्, असुन्दरः बालकः गच्छति इत्यत्र बालकः गच्छति इति वाक्यम् उक्त्वा अनन्तरं यः सुन्दरः बालकः न गच्छति इति वदामः चेत् तत्तु दोषाय भवति. भगिनी, आदेशे उपदेशे अशिति तत्र पर्युदासः अपि च प्रसुज्य प्रतिशेष अपि च वक्तुं शक्यम्? अत्र षित् अस्ति, न वक्तुं न शक्यं, न शक्यं. न अत्र पर्युदासः स्वीक्रियते चेत् यङ्लुकि दोषः भवति, यतोहि पर्युदासः चेत् क्षितिप्रत्ययः अपेक्षितः, सादृश्यम् अपेक्षितं खलु. दोषः नास्ति अस्मिन् सूत्रे, दोषः नास्ति कुत्र, कस्मिन् सूत्रे? ओ, उदाहरणं नास्ति वा? आदेश उपदेश अशिति तत्र न परिदासः न स्वीकर्तुं शक्यते, प्रसज्यप्रतिषेधः एव स्वीकर्तव्यं तत्र. किं किञ्चित् चिन्तयन्तु, पुनः गृहपाठरूपेण चिन्तयन्तु, वयम् अग्रे अपि चर्चयितुं शक्नुमः. परन्तु सूत्रद्वयमपि स्वीकृत्य, सैड् बै सैड् स्वीकृत्य मया अवगतं वा इति परिशीलयन्तु. अत्र अत्र स्वयं परिशीलनमेव तत्र अत्र अपेक्षितम्. सत्यं, द्वयमपि स्वीकृत्य अनयोः भेदः कः इत्युक्ते, वयं सामान्यतया वयम् अवगच्छामः आदेशोपदेशेशिति इति अन्नैमित्तिकम् अन्नैमित्तिकम् इति वयं पुनः पुनः अवगच्छामः इति कृत्वा अत्र अन्नैमित्तिकमेव भवति इति उक्तं. परन्तु अन्यत्र निमित्तम् अस्ति इति कृत्वा निमित्तं स्वीक्रियते वा इति प्रश्नः भवति. आर्धधातुके इति उक्तत्वात् निमित्तं परे भवेत् खलु इति प्रश्नः. अत्र तु अशीति प्रत्यये परे इति, अत्र प्रत्यये परे इति निमित्तं न स्वीक्रियते. किमर्थं न स्वीक्रियते? किमर्थम् अत्र अन्नैमित्तिकम् इति स्वीक्रियते? अत्र कुत्रापि न उक्तं खलु अन्नैमित्तिके. अशिति इति सप्तम्यन्तं पदम् अस्ति खलु, अशिति इत्युक्ते प्रत्यये परे एव खलु. अशिति प्रत्यये परे, तर्हि अत्रापि निमित्तं भवेत्. यथा शुभदा भगिनी भवती उक्तवती आर्धधातुकप्रत्यये परे एव नेहः लोपः भवति इति उक्तवती, एवमेव अशिति प्रत्यये परे एव एजन्तधातोः अथवा प्रत्यये परे एव एजन्तधातोः आत्वं भवति इति किमर्थं न स्वीक्रियते अत्र? अशिति इति त्यजतु, तत्र उक्तवती नेहे लोपः भवति आर्धधातुके प्रत्यये परे, अत्र एजन्तधातोः आत्वं भवति प्रत्यये परे इति किमर्थं न स्वीक्रियते अत्र? षष्टिविभक्ति अस्ति खलु, कुत्र अर्तिहि किमर्थं स्वीक्रियते? एजन्तधातोः खलु इदानीं पुग्नो. किञ्चित् चिन्तयन्तु, किञ्चित् चिन्तयन्तु तत्र कः भेदः इति. तत्र शुभदा भगिनी भवती अपि चिन्तयतु, तत्र आर्धधातुके प्रत्यये परे इति किमर्थं तत्र वदति, अत्र तु प्रत्यये परे इति न वदति, किमर्थं न वदति? द्वयोः कः भेदः? ओ आदे च उपदिशति. अस्तु, अत्र स्थगयामः. इतोपि इतोपि सूत्रद्वयं त्रयं वा स्वीकृत्य अत्र नञ्समासः अस्ति इति कृत्वा सर्वेषां सूत्राणां तुलनां कुर्मः चेत् मनसि स्पष्टता जायते इति मन्ये. एतयोः द्वयोः उदाहरणयोः मध्ये तु बहु साम्यमस्ति भगिनि. बहु साम्यमस्ति. प्रत्येकं शब्दम् आम् आम् प्रत्येकं शब्दं शब्दः तत्र अन्यः शब्दः अस्ति अन्ये सूत्रे. तस्य करस्पाण्डिङ्ग् शब्दः अस्ति इति परन्तु अर्थः भिन्नः अस्ति. एकः अत्र आदेश उपदेशेश इति अत्र तु आत्वं न भवति इति क्रियायाः निषेधः अस्ति. अत्र णेः लोपः भवति इति अस्ति. क्रियायाः निषेधः नास्ति इति एकः एव डिफ्रेन्स्. तत्र पर्युदासः स्वीकृतः अस्ति. नेरनेटि इति अत्र पर्युदासः स्वीकृतः अस्ति. अत्र तु प्रसज्य प्रतिषेधः स्वीकृतः अस्ति इति कृत्वा अत्र वाक्यद्वयं विधानमपि अस्ति, निषेधः अपि अस्ति. बहुत्र विधानम्, एकस्मिन्नेव स्थले निषेधः. नेरनीति इत्यत्र तु सर्वत्र विधानमेव, निषेधस्य प्रसङ्गः नास्ति. नास्ति इति भेदः. अस्तु, तर्हि अत्र स्थगयामः. समयः अतीतः. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्कारः.